किं तु अस्य भवति प्राप्य पुण्यकृतां लोकां भूषित्वा शाश्वती समः शुचीनां श्रीमतां गेहि योगभ्रष्टोऽभिजायते। योगमार्गे प्रवृत्तः सन्न्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृतम् अश्वमेधादियायिनां लोकान् तत्र च उषित्वा वासमनुभूय शाश्वती नित्याः समाः संवत्सरान् तद्भोगक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टः विजायते। अथवा योगिनामेव कुले भवति धीमतां ये दद्धि दुर्लभतरं लोके जन्म यदीदृशम्। अथवा श्रीमतां कुल अन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमता। ये दद्धि जन्म यद्दरिद्राणां योगिनां कुले दुर्लभतरं दुःखलभ्यतरं पूर्वमपेक्ष लोके जन्म ईदृशं यथोक्तविशेषणे कुले यस्मान् तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकं यतते च ततो भूयः संसिद्धौ कुरु नन्दन। तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकं यतते च प्रयत्नं च करोति ततः तस्मात् पूर्वकृता संस्कारात् भूय बहुतरं संसिद्ध संसिद्धिनिमित्तं हे कुरुनन्द। कथं पूर्वदेहबुद्धिसंयोगः इति तदुच्यते पूर्वाभ्यासेन तेनैव क्रियते ह्यवशोऽपि सः जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते। यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः तेनैव बलवता ह्रियते संसिद्धौ हि अस्मान् अवशोऽपि सः योगभ्रष्टः न कृतं चेद् योगाभ्यासजात् संस्कारात् बलवत्तरम् अधर्मालक्षणं कर्म तदा योगाभ्यासजनितेन संस्कारेण ह्रियते। अधर्मश्चेत् बलवत्तरः कृतः तेन योगजोऽपि संस्कारः अभिभूयत एव तत्क्षये तु योगजः संस्कारः स्वयमेव कार्यम् आरभते न दीर्घकालस्तस्यापि विनाशः तस्य अस्ति इत्यर्थः। अतः जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् अपि योगमार्गे प्रवृत्तः सन्न्यासी योगभ्रष्टः सामर्थ्या सोऽपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलम् अतिवर्तते अतिक्रामते अपाकरिष्यति किमुत बुद्ध्वा यः योगं तन्निष्ठः अभ्यासं कुर्यात्। कुतश्च योगित्वं श्रेयः इति प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः अनेकजन्म संसिद्धः ततो याति परां गतिम्। प्रयत्नात् यतमानः अधिकं यतमानः इत्यर्थः। तत्र योगी विद्वान् संशुद्धकिल्बिषः विशुद्धकिल्बिषः संशुद्धपापः अनेकजन्म संसिद्धः अनेकेषु जन्मसु किञ्चित् किञ्चित् संस्कारजातम् उपचित्य तेन उपचितेन अनेकजन्मकृतेन संसिद्धः अनेकजन्मसंसिद्धः ततः लब्धसम्यग्दर्शनः सन् याति परां प्रकृष्णां गतिम्। यस्मादयं तस्मान् तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुनः। तपस्विभ्यः अधिकः योगी ज्ञानिभ्योऽपि ज्ञानमत्र शास्त्रार्थपाण्डित्यं तद्वद्भ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः इति कर्मिभ्यः अग्निहोत्रादिकर्म तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मान् तस्माद् योगी भव अर्जुन। योगिनामपि सर्वेषां मद्गतेनान्तरात्मनां श्रद्धावान् भजते योम समीयुक्ततमो मतः। योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणाम्मध्ये मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मनम् अन्तःकरणेन श्रद्धावान् श्रद्धदानस्सन् भजते सेवते यो मां समे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति श्रीमद्भगवद्गीताभाष्ये षष्ठोऽध्यायः।